नमस्कारः। नमस्ते भगिनि, अहं मीना अस्मि। नमस्ते, नमस्कारः भगिनि। नमस्ते भगिनि, शोभा अस्मि, अद्य शृणोमि भगिनि। ओके, नमस्कारः महोदय, विजय अस्मि। नमस्कारः भगिनि। नमस्कारः भगिनि, अनिमा अस्मि। नमस्ते भगिनि, श्रीकुमार अस्मि। नमस्कारः भगिनि। नमस्कारः भगिनि। नमस्कारः भगिनि, उषा अस्मि। नमस्कारः भगिनि। भगिनि, मम मैक् वाल्यूम् न्यूनं कर्तव्यं वा? आमां, स्वल्पं धन्यवादः भगिनि। अग्रे गच्छामः। तर्हि नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति जुहोत्यादिगणः इति विषयः, तत्र अजन्तदातवः। तर्हि जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इति सूत्रेण तपः श्लु रेकार्डिङ्ग् कृतं वा? रेकार्डिङ्ग् विषये अहमपि रेकार्डिङ्ग् जायमानम् अस्ति। अस्तु, धन्यवादः, धन्यवादः। तर्हि अत्र जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इति सूत्रेण तत्र शपः श्लु इत्यनेन लोपः भवति। तर्हि श्लु इत्यत्र विशेषः कः इति चेत्, प्रत्ययलोपे प्रतिलक्षणम् इति न भवति, न लुमताङ्गस्य इत्यनेन अङ्गकार्यं तत्र शपं निमित्तीकृत्य अङ्गकार्याणि न भवन्ति, यतोहि प्रत्ययः लुमान् अस्ति इति कृत्वा न लुमताङ्गस्य इत्यस्य कार्यं भवति। तदनन्तरं तत्र श्लौ इति सूत्रेण श्लौ परे धातोः जुहोत्यादिगणीयधातोः द्वित्वं भवति। यदा द्वित्वं भवति तत्र भागद्वयं वर्तते, प्रथमभागः द्वित्वानन्तरं प्रथमभागस्य नाम अस्ति अभ्यासः इति, द्वयोः मिलित्वा अभ्यस्तम् इति संज्ञा वर्तते. तर्हि अभ्यासः इति यः भागः अस्ति तत्र अभ्यासकार्याणि भवन्ति सामान्य अभ्यासकार्याणि विशिष्ट अभ्यासकार्याणि. सामान्य अभ्यासकार्याणि तु तत्र यथा ह्रस्वः हलादिशेषः सर्पूर्वाहाकयः उरत् अभ्यासे चर्च कुहोश्चुः इत्यादीनि सूत्राणि तत्र सन्ति. अपि च विशिष्ट अभ्यासकार्याणि इत्युक्ते तत्र प्रत्ययं निमित्तीकृत्य विशिष्ट अभ्यासकार्याणि इति इदानीं स्लू इति प्रत्ययं निमित्तीकृत्य विशिष्ट अभ्यासकार्याणि इति तादृशकार्याणि अपि भवितुम् अर्हन्ति. न केवलं श्लौ परे परन्तु अन्येषु स्थलेषु अपि यत्र यत्र द्वित्वं भवति तत्र यथा यङ्ग्लुकि यङ्गि सनि लुङ्गि लिटि सर्वत्र तादृशप्रत्ययं निमित्तीकृत्यापि अङ्गकार्याणि अभ्यासे अभ्यासे कार्याणि विशिष्ट अभ्यासकार्याणि अपि भवितुम् अर्हन्ति. तर्हि इदानीम् अत्र साक्षात् तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति यतोहि शपः स्लू इत्यनेन लोपः जातः. एतादृशसन्दर्भः अस्माभिः पूर्वं केवलं अदादिगणे एव एतादृशसन्दर्भः दृष्टः आसीत्. तत्रापि तिङ् प्रत्ययं निमित्तीकृत्य साक्षात् अङ्गकार्याणि भवन्ति अत्रापि एवमेव. अत्र तु श्लौ इत्यनेन द्वित्वमपि भवति. तर्हि इदानीम् अत्र विशिष्ट अभ्यासकार्यम् इत्युक्ते तत्र गतवर्गे अस्माभिः आरब्धमासीत्. अपि च अन्यदपि वक्तव्यं यत् अत्र अनदन्ताङ्गानां ये तिङ् सिद्धप्रत्ययाः तिङ् प्रत्ययाः सन्ति ते एव प्रत्ययाः अत्रापि, परन्तु अत्र केचन भेदाः सन्ति. यथा अदभ्यस्तात् इति सूत्रेण अभ्यस्तसंज्ञकात् उत्तरस्य झ प्रत्ययस्य स्थाने झकारस्य झ प्रत्ययस्य झकारस्य अत्तादेशः भवति. लटि लोटि अत् इति भवति, अति अतु इति भवति. अनन्तरं लङि सिजप्यस्य विधिप्यश्च इत्यनेन जेः जुस् आदेशः भवति. अतः लङि तत्र उः इति प्रत्ययः इति भेदः भवति अनदन्ताङ्गानां ये सिद्धप्रत्ययाः. अपि च अत्र अस्मिन् गणे त्रिषु स्थलेषु भेदः वर्तते. लटि लोटि लङि सर्वत्र प्रथमपुरुषे बहुवचने. इदानीम् अस्माभिः गतवर्गे आकारान्तधातूनां चिन्तनम् आरब्धमासीत्. तत्र माङ् माने ओहाङ् गतौ ओहाक् त्यागे गास्तुतौ डुदाय धाने दुधाय धारणपोषणयोः इति एते धातवः सन्ति. तत्र माङ् माने इत्यत्र अत्र विशिष्ट अभ्यासकार्याणि भवन्ति इति यथा उक्तं तत्र श्लौ परे विशिष्ट अभ्यासकार्यं ब्रियामित् इति सूत्रेण तत्र माङ् इति धातुः अपि तत्र तस्मिन् ब्रियादिगणे अन्तर्भूतः वर्तते इति कृत्वा अभ्यासस्य ह्रस्व इकारादेशः भवति. तर्हि मा इति धातुः अस्ति चेत् द्वित्वं मामा. इदानीं प्रथमभागः मा इति भागः अभ्यासः. तत्र ह्रस्वः इति सूत्रेण मा मा. इदानीं ब्रियामित् इति विशिष्ट अभ्यासकार्यं सामान्य अभ्यासकार्यानन्तरं विशिष्ट अभ्यासकार्यं मा इत्यत्र अन्तिमवर्णस्य इकारादेशः भवति. अतिः तर्हि मीमा इति अङ्गं लभ्यते. तत्र मा धातुः रूपाणि अपि अस्माभिः गतवर्गे साधितानि इति मन्ये, अथवा लटि लोटि एव साधितानि वा पूर्णानि सम्पूर्णं साधितानि वा सम्पूर्णं साधितानि इति मन्ये. खलु कोऽपि स्मरति वा सम्पूर्णं साधितम् इति मन्ये? यतोहि तत्र किमस्ति अभिधिलिङ्लकारे मीमीय मीमी वहि मीमी महि एतत् सर्वं कृतमासीत्. आं सम्पूर्णतया साधितं. तर्हि इदानीं हा धातोः रूपाणि एकवारं साधयामः. तत्र सरस्वती भगिनी आरब्धुमिच्छति वा? आं भगिनि. तर्हि हा धातु द्वित्वं भूत्वा हा हा हा हासि. तर्हि पुनः रक्तस्य कारणेन ह हा भवति. तदनन्तरम् अत्रापि हा इत्युक्ते वयं ओहाङ् गतौ एतस्य वयं चिन्तनं कुर्मः. तर्हि ओहाङ् गतौ धातु पुनः भ्रूयि भूयादिगणे अस्ति, अतः पुनः भूया मित् इतः ह्यः भवति, तस्य आकारस्य इकार भवति अतः ह्यः, परन्तु तस्मात् पूर्वं हा तस्मात् अनन्तरं कुहोश्चुः भवति, कुहोश्चु यतोहि हि हकार अस्ति अतः कुहोश्चुः इत्यनेन झीः भवति, हकारस्य स्थाने झकार महाप्राणः, तदनन्तरम् अभ्यासे चर्चा इत्यनेन जीहा भवति, इदानीं जीहा अङ्गं भवति, जीहा अङ्गं भूत्वा लट् लट् स्थाने जीहा जिहाति जिहातः जिहाति जिहातः न न न अत्र अयं धातुः आत्मनेपदि धातुः खलु उहङ्गतौ आत्मनेपदि अस्ति किम् उहङ्गतौ इति आत्मनेपदि धातु अपि च भवती विश्वासाभ्यासकार्यं कृतभ्यासयोरार्थः न कृतवती न अस्तु तर्हि जीहा अस्ति तदनन्तरं ते अस्ति तदा श्राभ्यस्तयुराचार्यदतुकम् अपित् अस्ति अतः नित्वत् भवति तर्हि अत्र ते हलन्त हलादि अस्ति अतः अत्र ईहल्यगोः भवति तर्हि ईहल्यगोः जीहि ते तदनन्तरम् आते भगिनी तदा भगिनी क्षम्यतां भगिनी क्षम्यतां प्रथमतया तत्र श्राव्यसयोरातः ईहल्यगोः इत्यनयोः सूत्रयोः एकवारं विवरणं पठतु तदनन्तरम् अस्तु अस्तु तर्हि विवरणं कुत्र अस्ति अधोभागे अस्ति किम् किन्तु अग्रे अग्रे श्राव्यस्तयोरातः श्राव्यस्तयोरातः श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्यये परे कितिनिति सार्वधातुकप्रत्ययपरे तर्हि श्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रम् श्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमः न जनखनघसां लोपः किङ्नित्यनङ्गी इत्यस्मात् निति इत्यस्य अनुवृत्तिः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः निति सार्वधातुके तर्हि सूत्रमस्ति श्नाभ्यस्तयोरातः षष्ठ अध्याय चतुर्थपादः द्वादशाधिक शततमं सूत्रमस्ति सूत्रं किं वदति श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः यदि श्ना प्रत्ययस्य अथवा अभ्यस्तसंज्ञकः धातुः अस्ति तर्हि तत्र आकारः लोपः भवति आकारस्य परन्तु कदा इत्युक्ते सार्वधातुकप्रत्यये भवेत् तथा कितिनिति परे तर्हि सार्वधातुकप्रत्यये अस्ति तथा कित् अस्ति अथवा नित् अस्ति तदा अभ्यस्तसंज्ञकधातोः अथवा श्नाप्रत्ययस्य धातोः आकारस्य लोपः भवति तर्हि अतः अत्र श्नाश्च अभ्यस्तश्च एवं भवति श्नाभ्यस्तयोरातः सूत्रं कथं भवति इत्युक्ते श्नाभ्यस्तयोः अत्र श्नाश्च अभ्यस्तश्च इतरेतरद्वन्द्वः भवति तदनन्तरं श्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदं तर्हि पुनः श्नसुरलोपः इत्यस्मात् लोपः अनुवृत्तिः भवति गमः न जनखनगसां लोपः किङित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः सार्वधातुके अनुवृत्तिः भवति अत उत् सार्वधातुके इत्यनयोः सूत्रयोः इत्यस्मात् सूत्र अस्तु तर्हि अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य श्नाभ्यस्तयोः आतः लोपः किङ्गिति सार्वधातुके एवमेव पुनः ईहल्यगोः शाबेस्ययोरातः द्वादशाधिक शततमं सूत्रमस्ति, ईहल्यगोः त्रयोदशाधिक शततमं सूत्रमस्ति। श्ना प्रत्ययस्य अव्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति इति निति हलादि सार्वधातुकप्रत्यये परे, परन्तु घूसंज्ञकधातोः धातुः चेत् न भवति। घूसंज्ञकधातुः नाम दादा च धातु, न घुः अघुः तस्य अघोः, ई लुप्तप्रथमाङ्कं पदम्, हलि सप्तम्यन्तम्, अघोः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्। श्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः चेत्यनयोः अनुवृत्तिः, गमः न जनः न घसां लोपः किङ्गित्यनङ्गि इत्यस्मात् किन्ति इत्यस्य अनुवृत्तिः, अतौ सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति। अङ्गस्य श्नाभ्यस्तयोः आतः ई निति हलि सार्वधातुके अघोः। तर्हि अत्र ई हल्यघोः अपि सूत्रस्य प्रसक्तिः भवति। तर्हि कदा इत्युक्ते श्ना प्रत्ययस्य तथा अभ्यस्तसंज्ञकधातोः आकारस्य स्थाने ईकारादेशः भवति। कदा इत्युक्ते किति निति हलादि सार्वधातुकप्रत्यये परे। तर्हि अत्र स्पष्टतया दत्तमस्ति हलादि भवेत् सार्वधातुकप्रत्यये, तर्हि सार्वधातुकप्रत्यये परे भवेत् तथा किति निति तु भवेत् एव, परन्तु हलादि अस्ति चेत् आकारस्य स्थाने ईकारादेशः भवति। श्ना प्रत्ययस्य अथवा अभ्यस्तसंज्ञकधातुः अस्ति चेत् तर्हि भेदः कः इत्युक्ते श्नाभ्यस्तयोरातः अपि निति किति निति सार्वधातुकप्रत्यये परे, ईहल्यगोः अपि किति निति सार्वधातुकप्रत्यये परे, परन्तु ईहल्यगोः एतस्य सूत्रस्य प्रसक्तिः तदा भवति यदि प्रत्ययः हलादिः अस्ति। हलादि सार्वधातुकप्रत्यये परे एव भवति। श्राभ्यस्तयोरातः तत्र किमपि न दत्तमस्ति। तर्हि यदि हलादिकृते ईहल्यगोः अस्ति स्पष्टतया दत्तमस्ति, तर्हि वयम् ऊहां कर्तुं शक्नुमः यत् अजादि अस्ति चेत् श्राभ्यस्तयोरातः भवति, हलादि सार्वधातुकप्रत्यये परे अस्ति चेत् ईहल्यगोः एतस्य सूत्रस्य प्रसक्तिः भवति। परन्तु अत्र इतोपि एकमस्ति, घूसंज्ञक कृते नास्ति। तर्हि घूसंज्ञक इत्युक्ते दा तथा धा धातु, ददा घोदा एवं संज्ञासूत्रमस्ति। तर्हि दा तथा धा एतस्य घूसंज्ञकः भवति। तर्हि यदा घूसंज्ञकधातुः अस्ति तर्हि तत्र ईहल्यगोः एतस्य प्रसक्तिः न भवति। तर्हि न घु अघुः, अतः तस्य इत्युक्ते षष्ट्यन्तम् अघोः, ई लुप्तप्रथमाङ्कं पदं, हलि सप्तम्यन्तम्, अघोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रं। पुनः यद्यत् अनुवृत्तिः श्नाभ्यस्तयोरातः इत्यस्य सूत्रस्य अस्ति तत्रापि अत्रापि तथैव अस्ति। केवलं भेदः भवति श्राव्यस्तयोरातः इत्यस्मात् श्राव्यस्तयोः पूर्णतया आगच्छति, आतः चेत् अपि अनुवृत्तिः भवति, अङ्गस्य अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रमस्ति। अङ्गस्य श्राव्यस्तयोः आतः ई निति हलि सार्वधातुके अघोः। तर्हि भगिनी अग्रे गच्छामि किं? बहु बहु समीचीनं भगिनी, सम्यक्तया उक्तवती। तर्हि तर्हि लटिरूपाणि भवति करोतु। तर्हि लटिरूपाणि उपरि एव दत्तमस्ति, लट् लकारस्य आत्मनेपदे आत्मनेपदस्य रूपाणि ते आते अते से आथे द्वे एवहे महे। तर्हि अत्र ते जिहापर्यन्तं वयं साधितवन्तः, तर्हि ते अस्ति, तर्हि ते हलादि अस्ति, आत्मनेपदे तु लटि लटि सर्वे सार्वधातुकम् अपि अस्ति अतः नित्वद् भवति, अतः ते हलादि अस्ति, हलादि अस्ति चेत् इ हल्यगोः एतस्य कार्यं भवति यतोहि घूसंज्ञकधातु नास्ति हा, अतः जि हि ते यदि आते अस्ति अजादि अस्ति तर्हि तत्र श्नाभ्यस्तो योरातः भवति, तर्हि जिहा तत्र आकारस्य लोप भूत्वा जिह भवति, पुनः आते वर्णमेलनेन जिहाते भवति, एवमेव जिहते, पुनः से अत्र पुनः से हलादि अस्ति अतः जिहा जिहि भवति, जिहि से आदेशप्रत्ययोः इत्यनेन जिहि श्रे भवति, आथे पुनः यथा अजादि एवं श्नाभ्यस्तयोरातः जिह आथे जिहाथे, द्वे हलादि भवति अतः इ हल्यगोः जिहि द्वे, ए अजादि अस्ति अतः श्नाभ्यस्तयोरातः जिह ए जिह ए जिहे, वहे हलादि इ हल्यगोः जिहि वहे, महे पुनः हलादि जीहि महे इहल्यगोः इत्यनेन सूत्रम् अस्तु भगिनि. आमामाम् आम् समीचीनं समीचीनं, धन्यवादः, सम्यक् अस्ति. तर्हि इदानीम् अग्रे गच्छामः. तर्हि एकः प्रश्नः अस्ति, यदि घूसंज्ञकधातुः अस्ति तदा इहल्यगोः तु तस्य प्रसक्तिः न भवति, परन्तु श्नाभ्यस्तयोरातः भवति किं तदा हलादिकृते अपि? आमां भवति एव हलादिकृते अपि न? आमामाम् किटिनिति प्रत्ययः अस्ति चेत् तत्र भवति खलु, ददाति दत्तः, अस्तु तत्र आकारस्य लोपः भवति. आम् अस्तु, तर्हि अग्रे गच्छामः. तर्हि विजया भगिनी वदति वा लोटि. आं महोदय, वदामि. आम् अत्र अत्र धातु तु अत्र जिहा इति अङ्गं, जिहा इति अङ्गं, लोटि अत्र जिहा किमर्थं महोदय? किं जिहा? हा हा इत्यस्य विद्वानन्तरं सर्वं कार्यं सर्वाणि कार्याणि कृत्वा जिहा इति अङ्गं भगिनी प्रतिपादितवती खलु. आहा इति अस्ति चेत् अत्र अनन्तरम् अत्र इयगोः इत्यनेन वा अत्र? न न, हा हा इति द्वित्वं, तदनन्तरं ह्रस्वः कुहोश्चुः अभ्यासे चर्च ब्रियामित् एतत् सर्वं कृत्वा जिहा इति अङ्गं, जिहायोगः तु न, इदानीम् आत्मनेपदी खलु, जिहायोगः ताम्. ओ आत्मनेपदी अस्ति वा? अत्र लोट्लकारे अत्र जिहा इति अङ्गमस्ति, अनन्तरम् अत्र तावदेव खलु महोदय? अत्र जिहा इदानीमेव भवत्या उक्तम् अत्र आः अस्ति चेत् अत्र हकारस्य स्थाने कुहोचुः इत्यनेन जकारः भवति, चतुर्थवर्णः सदृशतमवर्णः, अनन्तरं रत्नः भवति तत्र स्थाने, अतः झ ह भवति. इदानीमत्र बृण्या मित् इत्यनेन एकारः भवति, अतः जि योगः हा योगः ताम् इति अस्ति लोट्लकारे आत्मनेपदी प्रथमपुरुषे एकवचनम्. अनन्तरं जि हा अस्ति अत्र दीर्घः आकारस्य स्थाने दीर्घ ईकारः भवति इ अल् इ हल् यगोः इत्यनेन अतः जि हि थाम् इति भवति. इदानीम् अत्र अभ्यासचर्चे कार्यं करोति अतः चतुर्थवर्णस्य स्थाने तृतीयवर्णः भूत्वा जि हि ताम् इति भवति जिहीताम् इति भवति. इदानीम् न न किं चतुर्थवर्णः भूत्वा जिहीताम् इति कथं भवति किं वदति तत्र इदानीम् अभ्यासकार्य कार्यानन्तरं जिहा इति अङ्गं तदेव मया उक्तं जिहा इति अङ्गम् इदानीं जिहायोगः तां किं भवति जिहायोगः ताम् अस्ति अत्र दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति बृजामित् इत्यनेन न न इ अल् यगोः इत्यनेन खलु महोदय जिहि भवति अनन्तरम् अभ्यासचर्च इत्यनेन अत्र रस् जी स्थाने तृतीयवर्णः भवति खलु कुत्र कुत्र द्वितीयवर्णः जिहीताम् इति प्रथमतया रूपं तदनन्तरं द्विवचने जिहायोगः ताम् अनन्तरम् अत्र अभ्यासचर्चे कार्यं करोति खलु न भगिनी किमर्थं भवती मिश्रणं करोति इति अहं न जानामि इदानीं जिहा इति अङ्गं सर्वं प्राप्तं खलु जिहा इति तत्र अभ्यासे चर्चा सर्वं कृत्वा जिहा इति प्राप्तं जिहायोगः ताम् इदानीम् ईहल्यगोः इत्यनेन ईकारादेशः आकारस्य जिहीताम् तावदेव रूपं इत्यनेन जिहीताम् इति भवति तावदेव खलु आं तावदेव इदानीम् अत्र अपि जिहा इति भवति अनन्तरम् अत्र जिहा भवति स्नाभ्यस्तयोरातः इत्यनेन अत्र आकारः स्नाभ्यस्तयोरातः इत्यनेन अत्र आकारस्य लोपः भवति अतः जिख् अनन्तरम् अत्र आताम् इति भवति किमर्थम् आकारस्य लोपः न आमां कितिन् इति सार्वधातुकप्रत्यये परे आकारस्य लोपः भवति खलु अत्र केन सूत्रेण आताम् इति अस्ति एतत् वर्णमेलनेन जिहाताम् इति भवति न न जिहायोगः आताम् इत्यत्र किमपि कार्यमस्ति वा न वा इदानीमेव मया उक्तं स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति अनन्तरम् अत्र जिह्योगः आताम् अस्ति वर्णमेलनेन जिहाताम् इति भवति समीचीनम् अग्रे अनन्तरम् अत्र अताम् अस्ति अतः तत्रापि स्नाभ्यस्तयोरातः कार्यं करोति अतः तत्र जिहतम् इति जिहताम् इति भवति अताम् अनन्तरम् अत्र जिहा इति अस्ति इदानीं दीर्घ आकारस्य स्थाने इ अल् यगोः इत्यनेन जिहि भवति अनन्तरमत्र स्व अस्ति अत्र निमित्तमस्ति इन्कोः अतः तत्र आदेशप्रत्ययोः इति सूत्रस्य प्रसक्तिः भवति अतः स्व इति भवति जिहि स्व इति भवति मध्यमविषये एकवचनम् इदानीं पूर्वं दृष्टवन्तः तदेव अत्र अपि भवति स्नाभ्यस्तयोरातः इत्यनेन अत्र आकारस्य आकारः लुप्यते अनन्तरं किं भवति आत्थाम् इति भवति अतः तत्र जिहाक्थाम् इति भवति अनन्तरं द्वं इदानीम् अत्र जिहा अस्ति तत्र अपि आकार दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति अतः तत्र जिहि भवति द्वं योजनेन जिहि द्वम् इति भवति समीचीनम् अनन्तरम् अत्र उत्तमपुरुषे एकवचनम् ऐ अस्ति अत्र जि अस्ति आ हा अस्ति अत्र अस्ति अत्र आकारः ऐकारः भवति अतः तत्र वृद्धिरेचि कार्यं करोति अतः वर्णमेलनेन हा ऐ जिगा अहं जिहै इति भवति जिगै. अनन्तरम् अत्र आवहयामहे आवहयामहे जिहावहै वर्णमेलनमेव अत्र जिहावहै जिहामहै इति भवति केवलं वर्णमेलनं वा न न अत्र दीर्घ आकारः अस्ति जिहा हा आवहयामहे अत्र अपि दीर्घ आकारः दीर्घ आकारः अतः तत्र अहः सवर्णे दीर्घः इत्यनेन सवर्णसन्धिः भवति अतः तत्र जिहावहै जिहामहै इति भवति धन्यवादेव खलु महोदय आमां समीचीनं धन्यवादः सम्यक् सम्यक् अस्तु तर्हि इदानीं लङ्गि कः कः वदति तत्र मीना भगिनी वदति वा इदानीं भगिनि लङि आत्मनेपदे किल ताः आतां द्वम् इ वहि बहि इति सिद्धप्रत्ययः अस्ति तत्र हा धातु हा हा इति श्लौ इति प्रत्ययेन द्वित्वं भवति प्रथमं लङि इति इत्युक्ते तत्र अदागमः भवति आयोगः हा हा भवति कुः चुः इति सूत्रेण तत्र आ जाः तदनन्तरं ह्रस्वः जहा भवति अ जहा इति अस्ति तत्र बृञ्जाम् इति सूत्रेण इत्वं भवति अ जि योगः हा हा त तत्र भवति अ ईह लगोः इति सूत्रेण अ जि योगः आकारस्य ईत्वं भवति हि हि योगः त भवति अ जि हि त तदनन्तरम् अभ्यासे चर्चयति सूत्रेण जस्त्वं भवति तत्र अजिहीत तदनन्तरम् आतां भवति आतां तत्र अकारः अदागमः हा हा श्लौ कुहोश्चुः जाः ह्रस्वः अजः अजः इति अङ्गमस्ति अजः अजः आतां तदनन्तरं मृजां मित् इति सूत्रेण अभ्यास तत्र आकारस्य इत्वं भवति अ जि हा आतां तदनन्तरं स्नाभ्यस्तयोः अभ्यास आकारस्य लोपः भवति अ जि इह् आतां तदनन्तरम् अजि अजिहाता तत्र अभ्यासे चर्चा जलां जस् जस् भवति तत्र अजिहाताम् अजिहाताम् तदनन्तरम् अथ भवति तत्र अकारः तत्र अ अज अ हा हा अजः अजः अजः इति अङ्गम् अजः अजः अत्र अथवा अथ अस्ति बृजां मे तादृश तेन अजि अजि हा अजि हा अथ तदनन्तरम् अजि स्नाभ्यस्तयोः आका आत्वं लोपः अजि इह् अथ अजि अजि अजि अजिहत तत्र अभ्यासे चर्चा सूत्रेण अजिहत तदनन्तरं मध्यमपुरुषे थाः भवति किमर्थम् अजिहत इति वदति अजिहत अजिहत अजिहत अजिहत एव तत्र अज तत्र अजि था थाः भवति आयोगः जहाः स्लौ तदनन्तरं कुहोश्चुः न न अभ्यासकार्याणि पुनः पुनः वक्तव्यानि इति नास्ति सर्वत्र समानं खलु जिहा इति अजः इति अङ्गः अजिहा ओ अजिह तत्र बृणाम्बित् अपि अपि कृतं वा अजिह अजिह था अजिहाताः अजिहाताः तत्र स्नाभ्यस्तयोः अजिहता अजिहता अजिहता तस्य अभ्यासचर्चे अजिहताः तदनन्तरम् आतां तत्र अजिहत अजिहा आताम् आतां भवति तत्र कुत्र अहं कुत्र अस्मि ताः आतां द्वं किल आताम् अजिहा आतां तत्र अजि स्नाभ्यस्तयोरातः लोपः अजिह आथाम् अजि अजि अजिहथा अजिहताम् अभ्यासे चर्चयते अजि अजिहतां सम्यक् वा अजिहताम् अजिहातां किल अजिहाताम् तदनन्तरं द्वम् अस्ति तत्र अजि तत्र अजि अजि अजिह अजिहा इति अजि अजिहा अजिहा द्वम् अजिहा इति अङ्गमस्ति ब्रजां वित् इति सूत्रेण तदनन्तरम् अजिहा अजिहा द्वम् अजि अजिहा द्वं तदनन्तरम् ईहलेभ्योः इत्युक्ते अजिः द्वम् अभ्यासे चर्चा तदनन्तरम् अजिः अजिः द्वम् अजिः द्वम् तदनन्तरम् ई वहि महि अस्ति तत्र ई तत्र अजि अजिः अजिः इति अङ्गम् अजिः अजिहा अजिहा इति अङ्गम् अजिहा ई अजिहा ई भवति तत्र तत्र अजिहा अजिहा ई स्नाभ्यस्तयोः आत्वं लोपः अजिः इ अजिः अजिः एव अजिः तदनन्तरम् अज् ई तत्र वहि महि अजि अजिः अजिहा अजिहा वहि तत्र ईहल्यगोः अजिः वहि तत्र अभ्यासे चर्च अजिः वहि अजिः महि समीचीनं भगिनी मम ध्वनिः न श्रूयते वा श्रूयते भगिनि श्रूयते अस्तु भवती एव विधिलिङ्ग् करोतु विधिलिङ्ग् लकारम् विधिलिङ्ग् लकारस्य ईत ईयाताम् ईरन् ईथाः ईयथाम् ईध्वम् ईय ईवहि ईमहि इति अस्ति अत्र अङ्गं तु जिहा इति साधितमस्ति तत्र जिहा योगः ईत अत्र स्नाभ्यस्तयोर् आतः कार्यं करोति वा भगिनि एतत्तु अत्र सर्वे हलादि अजादिप्रत्ययः खलु स्नाभ्यस्तयोरातः तु कार्यं करोति खलु अतः जिहा इत्यस्य हकारात् अनन्तरम् आकारस्य लोपः भवति अपि च जिह् योगः ईत जिहीत इति रूपं सिद्ध्यति जिहीत जिहीयातां जिहीरन् जिहीथाः जिहीयाथां जिहीध्वं जिहीय जिहीवहि जिहीमहि इति भवति सर्वत्र समानमेव आभ्यस्तयोर् स्नाभ्यस्तयोर् आतः इति आकारस्य लोपः भवति अनन्तरं वर्णमेलनं अस्तु समीचीनं भगिनि इदानीं तत्र ततः अग्रे गास्तुतौ छान्दसः छान्दसी अस्ति अतः छान्दसी अस्ति इति कृत्वा तत् त्यजामः तत्र बहुलं छन्दसि इत्यनेन अभ्यासस्य इकारादेशः जिगा इत्यत्र इदानीं जिहा इत्यत्र यादृशकार्यं तथैव अत्र जिगा इत्यत्रापि भवति न कोऽपि भेदः तत्र जिगा इत्यत्र तर्हि अत्र अस्माकं करपत्रे ई हल्यगोः इत्यस्य अनन्तरं तत्र किञ्चित् दत्तमस्ति खलु तत् पठतु एकवारं मां वदति वा आमाम् कुत्र हलादिपित्सु आमाम् आम् हलादिपित्सु प्रथमः बिन्दु हलादिपित्सु आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति जिगा योगति जिगाति द्वितीयः बिन्दु अजादिपित्सु आकारान्तेषु गुणः न भवति केवलं सन्धिकार्यं जिगा योगः आनि अकस्सवर्णदीर्घः जिगानि इति भवति हलाद्यपित्सु ई हल्यघोः इत्यनेन आकारस्य ईकारः भवति मीमा योगः ते तत्र आका मीमा इत्यस्य मकारात् अनन्तरम् आकारस्य ईकारः भवति मिमीते इति भवति अजाद्यपित्सु स्नाभ्यस्तयोर् आतः इत्यनेन आकारस्य लोपः मिमा योगः अते मिम् योगः अते मिमते इति भवति मां माने ङित्वात् आत्मनेपदी मिमा इति अङ्गम् अग्रे अपि पठानि वा आमां पठतु अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमान् आधारेण रूपचिन्तनं करोतु एतत् गतसप्ताहे अभवत् खलु भगिनी न सम्पूर्णतया न कृतं मा इति कृतं गा गा सर्वं न कृतम् न इति जिहा इति अपि न कृतं गतवर्गे जिहा इति न कृतं गतवर्गे यतोहि श्नाभ्यसैरातः ईहल्य बहु तत्सर्वं न पठितं माङ् माने इति विषये कृतमासीत् तर्हि कस्य इदानीं रूपं साधनीयम् इदानीं तत्र तत्र किं केवलम् अभ्यासार्थं तत्र गा धातोः रूपाणि एकवारं वदतु इत्युक्ते सूत्राणि वक्तव्यानि इति नास्ति यतोहि तत्र कथं भवति इति जानीमः खलु परस्मैपदि लटि गा इति जी इति आगच्छति खलु हा जिगाति जिगीतः जिगति जिगीमः इति लट्टि इदानीं तत्र लोटि किम् उमा भगिनी वदति वा अस्ति वा अस्मि लोटि वदतु वदामि वदामि लोटि आत्मनेपदेन परस्मैपदि गाधातु परस्मैपदि इदानीमेव भगिनी उक्तवती खलु परस्मैपदि धातुतः द्विगाङ्गम् द्विगाङ्गम् न जिगायोगः तु जिगा तु नो नो तु गुणा कस्य नो गुणा कुतः जिगा इति अङ्गम् ओके उपधायाम् इकवर्णः नास्ति खलु जिगा तु जिहीतां जिगन्तु न सम्यक् नास्ति जिगा तु अनन्तरं प्रथमपुरुषे एकवचने अन्यत् रूपम् जिगीतात् इति उक्तवती वा अनन्तरं द्विवचने द्विवचने जिगन्तु अन्तु इति कुतः अत्र ज्योत्यादिगणे अन्तु नास्ति खलु अतु जिगातु न जिगातु इति न तत्र किं कार्यं भवति न न अजादिप्रत्ययः अस्ति खलु अत्र अतु इति प्रत्ययः अजादिः तदेव तर्हि स्नाभ्यस्तयोरातः इति आकारस्य लोपः जिगीतं जिगीत जिगामि जिगाव जिगाम किं किं जि न न मध्यमपुरुषे किं रूपम् मध्यमपुरुषे कि सन्त प्रत्ययः सु दिगि दिगि ईहयोगोः सूत्रस्य दिगि दिगीतं दिगीत न एकवचने किं रूपं न उक्तवती न श्रूयते एकवचने मध्यमपुरुषे एकवचने मध्यमपुरुषे दिगि जिगीय नो जिगि इति नास्ति हि इति प्रत्ययः अस्ति खलु हि इति प्रत्ययः आह्लादिः हलादिः अस्ति चेत् किं सूत्रं कार्यं करोति न अजा न श्नाभ्यस्तयरतः तस्य अपवादः अस्ति खलु इदानीं भगिनी सूत्रद्वयं पठितवती भवती कुत्र आसीत् न केवलं जिगि इति कुतः प्रत्ययः अस्ति खलु हि इति प्रत्ययः जिगीः मध्यमपुरुषे अन्यत् अपि रूपमस्ति खलु जिगीता अजादिप्रत्ययः अस्ति चेत् श्नाभ्यस्तयरातः हलादिप्रत्ययः अस्ति चेत् आकारस्य ईकारादेशः तावदेव अत्र कार्यम् अन्यत् किमपि नास्ति अग्रे वदतु आन्यवाम अत्र जिगा जिगान् आनि अजादि न न न न अत्र प्रत्ययः पित्वा पित्वा अतः श्नाभ्यस्तयोरातः कार्यं न करोति कितिमिति एव अस्तु सम्यक् अस्तु लङ्गि तत्र सूर्यकुमारी भगिनी वदतु हा भगिनि अङ्गमस्ति अजिगा अजिगायोगः तकारः पित् अस्ति अजिगात् अन्यत् रूपम् अजिगाद् ताम् अपित् अस्ति अजिगीताम् ईहल्यगोगो इत्यनेन तत् बहुवचने अजिगयोगः बुः अजिगि अज अजिगुः मध्यमपुरुष अजिगयोगः सकारः अजिगाः अजिगयोगः तम् अजिगीतम् अजिगीत ईहल्यगोः इत्यनेन उत्तमपुरुष अजगयोगः अम् अजगां भवति अजिगयोः योगः अकारः क्षमितं वा अजिगीव अजिगीम समाप्तं भगिनि कुत्र अजिगीव अजिगीव अजिगीम एकवचने उत्तमपुरुषे अजिगाम् अजिगाम् अस्तु सम्यक् समीचीनम् तर्हि इदानीं विधिलिङ्गि भवती एव समापयतु भगिनि सर्वे प्रत्ययाः अपि प्रत्ययाः अङ्गमस्ति जिगा ईहल्यगोः इत्यनेन जिगीयात् जिगीयाद् जिगीयातां जिगीयुः जिगीयाः जिगीयातं यातं जिगीयात जिगीयां जिगीयाव जिगीयाम समीचीनं सम्यक् समीचीनं धन्यवादः तर्हि इदानीम् अग्रे गच्छामः अनिमा भगिनी ओ हाक् इति धातुः ओ आहो ओ हाक् इति धातुः जहा इति अङ्गं प्राप्तम् तर्हि अचि परे जह इति भवति अपित् इति परे अपित् हलि परे न न अत्र यद् दत्तमस्ति तद् एकवारं पठतु ओ हाक् अग्रे हा जह परस्मैपदी धातुः अस्तु ओ हाक् हा जह परस्मैपदी धातुः तिङ् प्रत्ययनिमित्तके अङ्गकार्ये विशेषः अस्ति इति अस्तु जहातेश्च ओह किञ्चित् उच्चैः पठतु भगिनी कृपया इदानीं श्रूयते वा श्रूयते किम् आं श्रूयते श्रूयते भगिनि जहातेश्च ओहाक् धातोः आकारस्य स्थाने ह्रस्वः इकारादेशः विकल्पेन भवति हलादौ कितिङ् इति सार्वधातुकप्रत्यये परे अलोन्त्यस्य इत्यनेन ओहाक् धातुरूप्यङ्गस्य अन्ते स्थितस्य आकारस्य स्थाने इदादेशः न तु पूर्णतया अङ्गस्य जहातेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इद् दरिद्रस्य इत्यस्मात् इत्यस्य अनुवृत्तिः भ्यून्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः ईहलि अघोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गमहनजनघनघसां लोपः किङित्यनङि इत्यस्मात् किङिति इत्यस्य अनुवृत्तिः अत्त उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहाते च अङ्गस्य इत् हलि किङिति सार्वधातुके अन्यतरस्याम् इति भवति अतः सूत्रस्य विवरणं ददामि ओहाक् धातोः विशिष्टसूत्रमस्ति जहातेश्च इति तत्र पूर्वं हलिपरे ईत् ई हलि अघोः इति वयं दृष्टवन्तः तत्र ईत् सर्वत्र भवति किङिति हलिपरे परन्तु अत्र ओहाक् धातोः इत् भवति तदपि विकल्पेन भवति इति उक्तम् अस्तु अग्रे गच्छामि वा भगिनि आम् इदानीं तत्र जहातेश्च इति सूत्रं पठति वा जहातेश्च तत्र ओहाक् धातोः आकारस्य स्थाने ह्रस्वः इकारादेशः यतः पूर्वम् ईकारादेशः आसीत् अत्र तु ओहाक् धातोः इकारादेशः विकल्पेन भवति इति उक्त हलादौ कुत्र ईकारादेशः आसीत् पूर्वं वयं दृष्टवन्तः गा धातुः तत्र सर्वत्र ओहां गतौ तत्र ईहलि अघोः इत्यनेन ईकारः किल न न तत्तु भिन्न तत्तु हा हा तत् हा इति हा तत्र इत्युक्ते रूपेण हा हा हा अस्तु अस्तु वदतु आम् इदानीम् अत्र विशिष्टसूत्र विशिष्टं सूत्रमस्ति ओहाक् धातोः कृते तत्र हलादौ कितिङ् इति सार्वधातुकप्रत्यये परे ईकारादेश तदपि विकल्पेन भवति इत्युक्तमस्ति हा ईहल्यगोः इति सूत्रे यानि निमित्तानि सन्ति तानि एव निमित्तानि अत्रापि खलु तानि एव निमित्तानि परन्तु विकल्पेन ह्रस्व इकारादेशः अपि भवति इत्यर्थः खलु तर्हि अत्र रूपद्वयं भवेत् दीर्घ इकारादेशः पूर्वसूत्रेण भवेत् अपि च अनेन सूत्रेण ह्रस्व इकारादेशः अपि भवति विकल्पेन तादृशम् अस्तु अहं चिन्तितवती एकं तु आकारः एव स्थितं भवति विकल्पेन इकारः भवति इति न ईकारः अपि च इकारः न अस्तु जहाते च जहातेः च इत्यनेन अनुवृत्तिः इति च इत्यनेन अत्र जहातेः अङ्गस्य इत् हलि सार्वधातुके अन्यतरस्याम् इति अस्ति तर्हि जहातेः इत्यत्र तु इकारादेशः तु यथा सामान्यं भवति ईकारादेशः यथा सामान्यं भवति ई हल्यगोः इत्यनेन परन्तु अत्र विकल्पेन इदमपि भवति अस्तु सम्पूर्णसूत्रं तर्हि तत्र अन्यतरस्याम् ईत् इति वक्तव्यं वा न तत् बुद्धं भवति अन्यतरस्याम् इति उक्तत्वात् तर्हि तत्र ईकारादेशः यथा सामान्यं भवति अन्यतरस्यां ह्रस्व इकारादेशः अपि भवति अस्तु इदं सूत्रं तु तस्य साक्षात् अनन्तरं वर्तते खलु अस्तु अतः उदाहरणमस्ति जहायोगः तः जहातेश्च इति सूत्रेण जहितः इति भवति, ह्रस्व इकारः इत् भवति, इत् हलि किम् इति भवति, अतः जहितः भवति. अन्यतरस्याम् इत्युक्ते विकल्पेन हि ई हलि अघोः इत्यनेन आकारस्य ईकारः भूत्वा जहायोगः तः भवति जहीतः इति. भगिनी, ह्रस्व इकारः विकल्पेन भवति वा दीर्घ इकारः विकल्पेन भवति? ह्रस्व इकारादेशः विकल्पेन भवति खलु? तत् अन्यत्तु उपसर्चि किमस्ति, पूर्वं यत् सूत्रं भवति तत् किं भवति भगिनि? उत्सर्गसूत्रम्. उत्सर्गसूत्रम् आम् अस्तु. अस्तु, धन्यवादः. तत्र जहातेः इत्युक्ते पूर्वसूत्रमस्ति ईहल्यगोः इति सूत्रमस्ति, तर्हि अनेन सूत्रेण ईकारादेशः भवति. तदनन्तरं जहातेः च इत्युक्तं, जहातेः च इत्युक्तम् अत्र तु इत् आदेशः कुतः आयाति? ह्रस्व इकारादेशः इत् दरिद्रस्य इत्यस्मात् इत्यस्य अनुवृत्तिः. हा, इति कृत्वा इत् दरिद्रस्य इति सूत्रस्य अनन्तरं स्थापितमिदं सूत्रम्. इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः भवति, तर्हि अत्र तत्र इत् दरिद्रस्य इत्यस्य अनन्तरं किमस्ति सूत्रम्? भियो अन्यतरस्य. इत् दरिद्रस्य इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. तदनन्तरं बियोन्यतरस्यां, बियोन्यतरस्याम् इत्यत्र बि धातोः हलादि सार्वधातुके कितिमिति प्रत्यपरे विकल्पेन ह्रस्व इकारादेशः भवति. तत्रापि ह्रस्व इकारः भवति. तर्हि इदानीम् अस्मिन् सूत्रे जहातेः च इति चेत् अत्रापि ह्रस्व इकारादेशः भवति इत्युक्तं खलु? तर्हि यथा बियोहन्यतरस्याम् इत्यत्रापि ह्रस्व इकारादेशः भवति, अन्यस्मिन् पक्षे ईहल्यगोः इत्यनेन दीर्घ इकारादेशः अपि भवति, तथैव अत्रापि. बियो अन्यतरस्यां तत्र उत्सर्गेण ईकारः विकल्पेन इकारः इति किल? उत्सर्गेण ईकारः विकल्पेन इकारः. अग्रे पठामि वा? हा, इदानीम् अत्र समीचीनं, बहु समीचीनं भगिनि. इदानीं सूत्रार्थः सर्वैः बुद्धं वा? जहातेः च इति सूत्रस्य अर्थः कः? उषा भगिनी एकवारं वदतु. अस्तु भगिनि, जहातेश्च इति सूत्रम् अनुवृत्तिसहितसूत्रमस्ति. जहातेः च अङ्गस्य इत् हलि कितिङ् इति सार्वधातुके अन्यतरस्यां, कितिङ् इति हलादि कितिङ् इति सार्वधातुकप्रत्ययः परः अस्ति चेत् जहाति ओहाग् ओहाग् त्यागे ओहाग् धातोः त्यागे नास्ति ओहाग् वाट् इस् मीनिङ्ग् आफ् दट् ओहाग् जहा परस्मैपति धातु तिङ् प्रत्यय त्यागे भगिनी ओहाक् आमां त्यागे एव त्यागे एव त्यागे एव अस्तु तत्तु ओहाङ् गतौ आसीत् ओहाङ् गतौ अस्तु ओहाक् त्यागे अपि ओहाक् धातोः आकारस्य स्थाने ह्रस्व इकार आदेशः विकल्पेन भवति इति सूत्रं वदति. हलादि कित्मित् प्रत्ययः परः भवेत्, अपि च ओहाग् धातोः आकारस्य स्थाने ह्रस्व इकारादेशः विकल्पेन भवति. विकल्पेन भवति इत्युक्ते यतोहि पूर्वं वयं दृष्टवन्तः आकारान्तद ईहल्यगोः इति सूत्रम्. ईहल्यगोः इत्यनेन हलि हलि पिति हलि कितिङ् इति हलि कितिङ् इति प्रत्ययः परः अस्ति चेत् आकारस्य स्थाने ई इति आदेशः भवति इति ईहल्यगोः इति सूत्रं वदति. तत् सूत्रम् उत्सर्गसूत्रम्. इदानीं जहातेश्च इत्यनेन हा धातोः कृते जहाति इति जहाति इति वाट् वि काल् दट् क्ष्टिपौ इक्ष्टिपौ धातुनिर्देश इत्यनेन जहाति इति जहाति इत्युक्ते क्षम्यतां भगिनि, अत्र अत्र अत्र एवं न लेखनीयम् आसीत्. आकारस्य स्थाने ह्रस्व इकारादेशः भवति इति लिखितम् अस्ति इति कृत्वा अनिमा भगिन्याः भ्रमः आसीत् खलु. अत्र वस्तुतः आकारस्य स्थाने इति न वक्तव्यम्, यतोहि आकारः इत्यस्य अनुवृत्तिः कुत्रापि नास्ति खलु. अत्र आकारस्य इत्यने नास्ति आकारस्य, इत्युक्ते पूर्वं पूर्वसूत्रेण ईकारादेशः जातः, तादृश ईकारस्य स्थाने ह्रस्व इकारादेशः विकल्पेन इति एवं भवेत्. ओ अस्तु अस्तु भगिनि. ईहल्यगोः इत्यनेन ईकारादेशः, ईकारादेशः अनन्तरम् अन्यतरस्याम् इत्यय अनिवृत्तिः अस्ति इत्यनेन जहातेश्च इति जहातेश्च इति सूत्रं वदति. इकारः विकल्पेन आयाति इति खलु भगिनि. आमां भगिनि, बट् ईहल्यगोः इति सूत्रम् आकारस्य स्थाने इति नास्ति वा? तत्र तु अस्ति, तत्र तु अस्ति, ईहल्यगोः इति सूत्रे तत्र आकारस्य अनुवृत्तिः अस्ति, अतः इति अस्ति. परन्तु यदा ईकारादेशः इदानीं प्राप्तः अस्ति, इदानीं तत्र एव विकल्पेन ह्रस्व इकारादेशः भवति. ईत्वे प्राप्ते विकल्पेन ह्रस्व इकारादेशः भवति, अतः अस्मिन् सूत्रे आकारस्य अनुवृत्तिः अस्ति इति नास्ति खलु. अत्र आकारस्य अनुवृत्तिः नास्ति. अस्तु भगिनि, ईहल्यगोः इत्यनेन यत् ई प्राप्तं, परन्तु इदं सूत्रं वदति ईकारः अपि अन्यतरस्य ईकारः अपि विकल्पेन भवति इति. पूर्वं हलादि कित्मित् प्रत्ययः परः जहायोगः तः इति अस्ति चेत् जहीतः इति भवति. परन्तु इदानीं जहातेश्च इत्यनेन जहितः अपि भवति. जहितः जहीतः इति रूपद्वयम् अस्तु भगिनि. समीचीनम्. इत्युक्ते आकारस्य स्थाने ईकारादेशः भवति इति चेत् तदानीं तत्र किं भवति? विकल्पेन आकारादेशः भवति, एकस्मिन् पक्षे आकारादेशः, अन्यस्मिन् पक्षे ईकारादेशः इति तादृशः अर्थः आयाति खलु. अतः आकारस्य स्थाने इति न वक्तव्यम् अत्र. अत्र तु वस्तुतः दीर्घ इकारस्य स्थाने ह्रस्व इकारादेशः भवति. इति तथा एव व्याख्यानेषु अपि दत्तमस्ति. ईत्वा अपवादः इत्वम् आरभ्यते अन्यतरस्य अन्यतरस्यां ग्रहणानुवृत्तेः पक्षे, तदपि भवति एव सार्वधातुक धातुके इत्येव. ईहल्यगोः इस् लैक् उत्सर्गसूत्रं, तस्य अपवादः, तस्य अपवादः अत्र इदं सूत्रम् अस्तु. समीचीनं भगिनि, धन्यवादः. इदानीं तत्र किम् अनिमा भगिनि, आचहौ इति अपि सूत्रं पठतु. आचहौ हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्वः इकारादेशः अपि तु आकार अत्र आकारादेशः अपि आहत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः आकारो वा भवति च शब्दस्य बलेन इकारः अत्र विधीयते आलुप्तप्रथमाकं पदं च अव्ययपदं हौ सप्तम्यन्तं पदं त्रिपदमिदं सूत्रम् इद् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः भियो अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः जहातेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य इत् आ च हौ अन्यतरस्याम् इति अयो त्रीणि रूपाणि भवति वा आमां त्रीणि रूपाणि भवन्ति अस्तु इदानीं हि प्रत्ययपरे मध्यमपुरुषे एकवचने हि प्रत्ययः अस्ति तद् परत् तद् हि प्रत्ययः परत्वेन अस्ति चेत् विकल्पेन ह्रस्व इकारादेश पूर्वस्मात् सूत्रात् एव प्राप्तं जहातेश्च इत्यस्मात् अत्र उक्तमस्ति आकारादेशः अपि विकल्पेन भवति च इति अस्ति तत्र ह्रस्व इकारः प्राप्तं भवति आकारः अपि प्राप्तं भवति उत्सर्गसूत्रमस्ति हि ईहलियगोः तस्मात् ईकारः आदेशः अपि प्राप्तं भवति तर्हि अत्र ईहल्यगोः इत्यस्य अपवादः अस्ति जहातेश्च इति सूत्रं तेन रूपद्वयं सिद्ध्यति तर्हि आ च हौ इति उक्तम् इति कृत्वा हौ परे आ अपि भवति इति कृत्वा त्रीणि रूपाणि विकल्पेन तर्हि अपक्षे किं किं भवति अपक्षे ईहलि अघोः इत्यनेन आकारस्य ईकारः जहायोगः हि इति तत्र ईहलि अघोः इत्यनेन जहीः इति भवति अन्यतरस्यां रूपाणि भवति जहिः आचहौ इत्यनेन जहाहि इति त्रीणि रूपाणि समीचीनम् अस्तु भगिनि धन्यवादः अत्र आचहौ इति सूत्रं स्पष्टमिति मन्ये आचहौ इत्युक्ते उत्सर्गसूत्रमस्ति ईहल्यगोः इति कृत्वा आकारान्तधातोः आकारस्य ईकारादेशः भवति हलादिकितिनिति प्रत्यये परे तर्हि अत्र हि प्रत्ययः अपि हलादिकितिनिति प्रत्ययः इति कृत्वा तत्र ईहल्यगोः इत्यस्य कार्यम् उत्सर्गरूपेण भवति तदनन्तरं जहातेश्च इत्यनेन कितिनिति प्रत्यये परे पुनः ईकारस्य स्थाने ह्रस्वैकारादेशः विकल्पेन भवति अतः हि प्रत्ययः अपि हलादिकितिनिति अतः दीर्घ इकारस्य स्थाने ह्रस्वैकारादेशः विकल्पेन भवति तर्हि एकस्मिन् पक्षे ईकारः अन्यस्मिन् पक्षे इकारः तर्हि इदानीं पुनः आ च हौ इत्यनेन हौ परे इतोपि एकम् आ इत्यपि रूपम् अस्ति इति कृत्वा पुनः ह्रस्व इकारादेशस्य पुनः विकल्पेन अत्र आकारादेशः भवति पञ्चरूपाणि न त्रीणि रूपाणि तदपि अस्ति खलु हा तत् तदपि वयं स्वीकुर्मः चेत् तदानीं तत्र तत्र तात् इति अस्ति चेत् कथं भवति रूपाणि भवति वदतु तात् इति अस्ति चेत् अङ्गं तु समानमेव जहि तत्रापि जहातात् जहितात् जहि न न तत्र हि प्रत्ययः नास्ति खलु अतः आकारादेशः न भवति तात् इति प्रत्ययः हि नास्ति जहि जहाहि तत्र तात् न भवति जहितात् जहितात् अपि च तर्हि झलां जशन्ते इति दकारः अपि भवति चत्वारि रूपाणि तत्र अत्र त्रीणि सप्तरूपाणि खलु सप्तरूपाणि जहाहि एवम् आसीत् इति वा आमां जहाहि जहिः जहीः अनन्तरं जहीतात् जहीताद् जहिताद् जहिताद् इति अस्तु अग्रे गच्छामः उषाभगिनी अग्रे पठतु वैयाकरणेषु अत्र मतभेदः अस्ति काशिकायाम् उपरितनव्याख्यानम् अस्ति सिद्धान्तकौमुद्याम् उच्यते यत् छ इत्यस्य बलेन ईहल्यगोः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति आचहौ इति सूत्रे तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिद्ध्यन्ति अनया दृष्ट्या ईहल्यगोः इत्यस्य पृथक् आवश्यकता नास्ति वैयाकरणेषु अत्र मतभेदः सन्ति अस्ति काशिकायाम् उपरितनव्याख्यानम् अस्ति उपरितन यत् पूर्वं पठितं सिद्धान्तकौमुद्याम् उच्यते यत् च इत्यस्य बलेन ईहल्यगोः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति ईकारस्यापि अनुवृत्तिः भवति आचहौ इति सूत्रे आचहौ ओके तत् सूत्रमेव वयम् इदानीं दृष्टवन्तः आचहौ इति सूत्रे ईहल्यगोः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिद्ध्यन्ति अनया दृष्ट्या ईहल्यगोः इत्यस्य पृथक् आवश्यकता नास्ति इदानीं सिद्धान्तकौमुद्यां मतभेदः किम् इति न अवगतम् पूर्वमपि काशिकायामपि तदेव उक्तं खलु ईहल्यापि अनुवृत्तिः भवति न भगिनि पश्यतु पश्यतु अत्र काशिकायां किम् उक्तम् आचहौ इत्यनेन किं लभ्यते कति रूपाणि लभ्यन्ते आचहौ इत्यनेन जहातेः अङ्गस्य इत् आचहौ अन्यतरस्याम् अन्यतरस्याम् इत्यनेन यत् पूर्वम् उक्तम् अन्यतरस्याम् इत्यनेन ईकारादेशः सो अङ्गस्य इत् इत् अपि च ईहल्यगोः ईहल्यगोः इत्यनेन ईकारः सो ओ आकारः अपि इदानीम् अस्ति न भगिनि न मम प्रश्नस्य उत्तरं वदतु आचहौ इति सूत्रेण कति रूपाणि भवन्ति आचहौ इत्यनेन आ अस्ति अपि च अन्यतरस्याम् इत्यनेन तावन्ति वक्तव्यमिति न एकेन शब्देन वदतु कति रूपाणि भवन्ति एकं रूपं वा रूपद्वयं वा रूपत्रयं वा कति रूपाणि भवन्ति हि परः अस्ति चेत् जहाहि एव भवति एकमेव जहाहि इति एकं रूपं भवति खलु आम् आम् आम् तर्हि जहीः इति प्राप्तुं तत्र किं सूत्रम् ईहल्यगोः जहिः इति प्राप्तुं जहिः इति प्राप्तुम् इद्दरिद्रस्य अन्यतरस्याम् अत्र अस्ति इति न न इद्दरिद्रस्य इति कुतः जहातेश्च ओ जहातेश्च जहातेश्च अस्तु इति त्रीणि सूत्राणि सन्ति त्रिभिः सूत्रैः अत्र त्रीणि रूपाणि लभ्यन्ते इति एकस्य मतम् अस्तु काशिकायाम् अस्तु भगिनि सिद्धान्तकौमुदीकारः किं वदति अत्र च इति शब्दः अस्ति अस्मिन् सूत्रे अतः तस्य बलेन किं भवति वदतु भवती इत्यस्य बलेन ईहल्यगोः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति आचहौ इति सूत्रे इति ओ सो पूर्वं जहातेश्च इति काशिकायां यत्र अस्ति आ एव भवति सो जहाहि एव भवति परन्तु सिद्धान्तकौमुद्याम् अस्ति च इत्यनेन ईहल्यगोः इत्यस्य अनुवृत्तिः अपि भवति इति आचहौ इति सूत्रे इति सो तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिद्ध्यन्ति. अनया दृष्ट्या ईहल्यगोः इत्यस्य पृथक् आवश्यकता नास्ति. अस्तु, सो ईहल्यगोः इति सूत्रम् इत्यनेन ई आदेशः भवति. सो आस्ता जहीः इति रूपं सिद्ध्यति. तस्मात् अनेन एव अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशाः सिद्ध्यन्ति इति. आम्, सो अस्तु भगिनि. भगिनि भगिनि एकक्षणं एकक्षणम्. अत्र वस्तुतः अत्र किं वक्तव्यम् इति चेत् अत्र अनुवृत्तिसहितसूत्रं पश्यति चेत् आचहौ इत्यत्र जहातेः अङ्गस्य इत् आचहौ इति कृत्वा आचहौ इति सूत्रेण रूपद्वयं भवति, न तु एकं रूपम्. अन्यतरस्याम् इत्यपि टुगेदर् अस्तु. आचहौ अन्यतरस्याम् अस्ति इत्यनेन च इति अस्ति इति कृत्वा इत् अपि भवति, अन्यतरस्याम् अस्ति इति कृत्वा आ अपि भवति. अस्तु अस्तु इति रूपद्वयं भवति काशिकाकारस्य मतेन रूपद्वयं भवति. तर्हि जहाहि जहिहि इति रूपद्वयम् अनेन सूत्रेण भवति. अपक्षे ईहल्यगोः इत्यनेन ईकारादेशः अपि भवति. तर्हि ईहल्यगोः इत्यनेन एकं रूपम्, आचहौ इत्यनेन रूपद्वयं सूत्रद्वयेन कार्यं भवति इति काशिकाकारस्य मतम्. इदानीं कौमुदीकारस्य मतं किम्? कौमुदीकारस्य मतम् आचहौ इत्यनेन एव त्रयः अपि आदेशाः सिद्ध्यन्ति इति. तत्र चकारस्य बलेन अनुवृत्तिद्वयं भवति इति सः वदति. अनुवृत्तिद्वयं च इति वदनेन ई अपि भवति, ई अपि भवति इति. अस्तु अस्तु भगिनि. ईहल्यगौ तथा एव ईहल्यगौः इत्यस्य आवश्यकता नास्ति इति. अस्तु, अत्र तु अस्माकम् अधिकम् अवधानं न आवश्यकं, यतोहि आवश्यकम् यतोहि एकेन वा भवतु सूत्रद्वयेन वा भवतु किम् अस्ति. आम् आं भगिनि, परन्तु अत्र लाघवं कुत्र अस्ति इति ते पश्यन्ति. लाघवं तु एव चकारेण त्रयाणामपि ग्रहणम् एकेन सूत्रेण वयं वदामः चेत् लाघवम् अस्ति इति कृत्वा सिद्धान्तकौमुदीकारः एवं वदति. तावदेव तत् अस्तु. तर्हि हा समीचीनं, धन्यवादः. धन्यवादः. अग्रिम अत्र सूत्रमस्ति लोपो ई. सिद्धान्तकौमुदीकारमतेन एकेन सूत्रेण कार्यत्रयमपि भवति चेत् अन्यतरस्याम् इत्यस्य अनुवृत्ति न भवति इति वा? त्रयाणामपि भवति परन्तु अन्यतरस्यां भवति एतेषाम्. अन्यतरस्याम् इत्युक्ते केवलम् ऐदर् आर् इति नास्ति वा? विकल्पेन इति अर्थः, इत्युक्ते जहातेः अङ्गस्य इत् आ ईत् हौ अन्यतरस्यां विकल्पेन एतानि रूपाणि भवन्ति. किमर्थं तत्र अनया दृष्ट्या ईहल्यगोः इत्यस्य पृथक् आवश्यकता नास्ति इति उक्तं तत्र? न, त्रयाणामपि आदेशानाम् अनुवृत्तिः आचहौ इत्यत्र भवति. इत्युक्ते अस्मिन्नेव सूत्रे आ इति आदेशः उक्तः आचहौ इत्यत्र. पुनः जहातेश्च इत्यत्र इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अत्र भवति. अनन्तरम् ई हल्यगोः इत्यस्मात् ई इत्यस्य अनुवृत्तिः भवति अत्र. न, अत्र का सिद्धान्तकौमुदीकारस्य मतानुरोधेन तस्यापि अनुवृत्तिः भवति इति सः वदति. अत्र न दत्तम्, अत्र तु काशिकाकारस्य मतानुरोधेन दत्तमस्ति अनुवृत्तिसहितसूत्रम्. परन्तु सिद्धान्तकौमुदीकारस्य मतानुरोधेन अनुवृत्तिसहितसूत्रं वयं कुर्मः चेत् तदानीम् ई इति आदेशः अपि इति अत्र आयाति ईहल्यगोः इत्यस्मात् अतः एकेन सूत्रेण एव विकल्पेन त्रयः आदेशाः अपि भवन्ति एवं क्रियते चेत् ईहल्यगोः इति सूत्रस्य आवश्यकता नास्ति अत्र त्रीणि रूपाणि प्राप्तुम् अस्तु भगिनी सूत्रस्य आवश्यकता नास्ति वा अनुवृत्तेः चर्चा न अत्र रूपं साधयितुम् ई हल्यगोः इति सूत्रस्य आवश्यकता नास्ति इति अर्थः सूत्रस्य आवश्यकता एव नास्ति न सूत्रस्य आवश्यकता एव नास्ति इति न अर्थः अत्र रूपं साधयितुम् अत्र रूपं साधयितुम् एकेन सूत्रेण त्रीणि रूपाणि साधयितुं शक्नुमः वा सूत्रद्वयेन रूपाणि साधयितुं शक्नुमः वा इति प्रश्नः यदि अत्र एव अनुवृत्तिः ईहल्यगोः इत्यस्मात् ईर्घ ईकारस्य अनुवृत्तिः अत्र एव अस्ति आचहौ इति सूत्रे तदानीम् आचहौ इति एकेन सूत्रेण त्रीणि अपि रूपाणि अपि वयं साधयामः तत्र लाघवम् अस्ति ईहल्यगोः इति पृथक्तया वक्तव्यम् इति नास्ति अत्र परन्तु ईहल्यगोः तु उत्सर्गरूप सूत्रं न तर्हि तस्य प्रसक्तिः पूर्वं भवति आदौ एव तस्य प्रसक्तिः भवति अत्र उत्सर्गसूत्रम् इति न अत्र तु अस्मिन्नेव इदमेव सूत्रं सम्पूर्णमस्ति अत्र एव अनुवृत्तिं कुर्मः इति एकं मतम् अस्ति तावदेव अस्तु वयं त्यजामः अतः न आवश्यकं तत् किमपि भवतु रूपत्रयम् अस्ति तावदेव अस्तु इदानीं लोपो इ इति यदस्ति तद् विजयलक्ष्मी भगिनी पठतु आं भगिनि लोपो इ यकारादौ सार्वधातुकप्रत्यये परे ओहा धातोः आकारस्य लोपो भवति अलोन्त्यस्य इत्यनेन ओहा धातुरूप्यङ्गस्य अन्ते स्थितस्य आकारस्य लोपः न तु पूर्णतया अङ्गस्य जहातेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य लोपः यि सार्वधातुके यदा यकारादौ सार्वधातुकप्रत्ययः परे भवति तदा ओहाक् धातोः आकारस्य तदापि ओहाक् धातोः आकारस्य लोपः भवति परन्तु अन्यत् किमपि नास्ति अस्तु अलोन्त्यस्य इत्यस्मात् केवलं ओहाक् धातोः अङ्गस्य सम्पूर्ण अङ्गस्य स्थाने आकारस्य न सम्पूर्ण अङ्गस्य स्थाने न अपि तु केवलम् आकारस्य स्थाने आकारः लोपः भवति सम्पूर्ण अङ्गं तु तिष्ठति केवलम् अङ्गे यः यत्र आकारः अस्ति तस्य एव लोपः भवति अन्तिम आकारः पूर्णतया अङ्गस्य लोपः न भवति अत्र जहातेश्च इति सूत्रात् जहातेः इत्यस्य अनुवृत्तिः अग्रिमं सूत्रं वा एतत् हा 118 अस्तु अत उत् सार्वधातुके इति अस्मात् सूत्रात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य तु अधिकारः अस्ति एव अनुवृत्तिसहितसूत्रमस्ति जहातेः धातोः जहातेः अङ्गस्य लोपः यि सार्वधातुके अत्र लोपः इति अङ्गस्य लोपः न अपि तु अन्तिम आकारस्य एव लोपः भवति इति अर्थः भवति. पठानि वा अग्रे भगिनि? आमां. जहा योगः यात्, यात् इति कुत्र आगच्छति? विधिलिङ्गि. विधिलिङ्गि आम्. जहा योगः यात् अत्र जहा इत्यस्य स्थितस्य आकारस्य अन्तिम आकारस्य लोपो यि इत्यनेन लोपः भवति, यतोहि यात् इति यकारादौ अस्ति, यकारादौ प्रत्ययः जहा इत्यस्य परे अस्ति, अतः आकारस्य लोपः भवति. जह् योगः यात् जह्यात् इति रूपं सिद्ध्यति. तर्हि ओहा इदं सूत्रं कस्य अपवादः? जह्यात् एवमेव लोपः न भवति चेत् ईकारः भवति खलु भगिनि, ईकारः अथवा ईकारः इति रूपद्वयं भवेत्. तस्य स्थाने यकारादौ प्रत्यये परे इकारः ईकारः इति अनयोः सूत्रयोः कार्यं नास्ति अत्र. आकारस्य लोपः भवति. अत्र च एतत् सर्वं किमपि नास्ति, अतः एतदेव भवति. जह्यात् इति रूपं भवति. तर्हि ओहाक् हा इति आदिदेशिकरूपं वा औपदेशिक तु ओहाक्, तत्र हा इति एव अन्तिमधातुः रूपं. तत्र हा हा सर्वं कार्यं कृत्वा जहा इति भवति, परस्मैपदी धातु अस्ति. अत्र चतुर्षु लकारेषु रूपाणि साधनीयानि. तद् अग्रिमसप्ताहे कुर्मः, समयः अतीतः. अत्र एतावता तर्हि आहत्य त्रीणि सूत्राणि दृष्टानि. जहातेश्च तर्हि भगिनी ईहल्यभोः एतस्य अपवादः अस्ति जहातेश्च. जहातेश्च अपवादः केवलं यकारादि प्रत्यये अस्ति चेत् लोपो यि एवं भवति किल? आम् धन्यवादः. ईहल्यभोः इत्यस्य अपवादः जहातेश्च. जहातेश्च इत्यस्य जहातेश्च अपि च ईहल्यगोः अनयोः द्वयोः अपवादः अस्ति लोपो इ. आम् केवलं यकारादि प्रत्यये अस्ति चेत् यकारादि प्रत्यये परे इति त्रीणि सूत्राणि. जहातेश्च आचहौ लोपो इ इति त्रीणि सूत्राणि. एतेषां कार्यं कथं भवति इति सम्यक्तया अवगच्छामः चेत् अग्रे रूपाणि साधयितुं शक्नुमः. तर्हि अत्र अन्य कोऽपि प्रश्नः अस्ति? धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. नमस्कारः.